पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 7 श्रीव्यास उवाच भूय एव प्रवक्ष्यामि गङ्गामाहात्म्यमुत्तमं तच्छ्रुत्वा मानवाः सर्वे सर्वान् कामानवाप्नुयुः येन नाचरितं स्नानं गङ्गायां लोकमातरि आलोक्य तन्मुखं सद्य कर्तव्यं सूर्यदर्शनं प्रभादे यस्मरेद्भक्रिया गङ्गा इत्यक्षरद्वयं तस्य नश्यन्ति पापानि तमोवदरुणोदये न दृष्टा येन सरितां प्रवरा जह्नुकन्यका तस्या ग्राह्याणि सर्वाणि अनादिसलिलानि च शरीराणि परित्यज्य गङ्गास्नानं प्रकुर्वतां गात्राण्यायान्ति पापानि गङ्गास्नानमकुर्वताम् अहोचित्रमहोचित्रमहोचित्रमिदं पुनः पदन्ति नरके मूढा गङ्गानां निस्थिते सति शिरसायो वहेद्भक्रिया गङ्गां भक्कणिकामपि समुच्यते महापापैर्ब्रह्महत्यादिभिर्द्विजः ललाडे दृश्यते यस्य गङ्गा सैकदमुत्तमम् स पुण्यात्मा जगत्सर्वं पुनादि नात्र संशयः गङ्गातीरात् समायान्तं यः पश्येत् परमादरैः सोऽश्वमेधसहस्राणि फलं प्राप्नोति मानवः गङ्गातीरमहं व्यामि त्वमागच्छेदि वक्रियः तस्य विष्णुप्रसादात्मा सर्वान् कामान् प्रयच्छति गङ्गेति नाम संस्मृत्य यस्तु कूपजलेऽपि च करोति मानवस्नानं गङ्गास्नानफलं लभेत् गङ्गाम्भशीकरं यस्तु संमिदं सर्षपस्य च प्राप्नोति मृत्युकालेषु स गच्छेत् परमं पदम् अत्रैव शृणु विप्रर्षे इतिहासं पुरातनं यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति आस्ये त्रेतायुगे विप्रो धर्मस्वो नाम धार्मिकः शान्तो दान्तो दयायुक्तो वेदवेदाङ्गपारगः सत्यवादी क्रोधहीनो हिंसाहीनो चिदेन्द्रियः सर्वभूतहितैषी च योगाभ्यसरदः सदा संसारसागरं तर्तुं स विप्रो वैष्णवो जनः पूजयामास देवेशं क्रियायोगेन केशवम् कदाचित् प्राप्य पुण्याहं स च विप्रर्षभो द्विज जगाम जाह्नवीतीरं मुमुक्षुस्नानहेतवे तत्र गङ्गाम्बसि स्नात्वा कृत्वा च तर्पणादिकं गृहं गन्तुं मनश्चक्रे गङ्गाम्बकर्तरीं वहन् तस्मिन् काले तदो विप्रवैश्यो रत्नकराह्वयः कृत्वा वाणिज्यमायान्तं सकलैः किङ्करैर्वृतः तस्यैककिङ्करो विप्रः कालकल्प इति स्मृतः दण्डहस्तः समायादो विहिताखिलपातकः अथ वद्मश्रमश्रान्तस्तस्य रत्नकरस्य च सुष्वापैको बलिवर्धपदिब्राह्मणसत्तम पदिस्वपन्तं तं दृष्ट्वा कालकल्पो वृषं तदः दण्डेन ताडयामास बाहुधात्यन्तनिर्दयः तद्दण्ड आघादजनितक्रोधेन वृषभेन सह विषाणाभ्यां सुदीक्ष्णाभ्यां समुद्धाय विदारितः तच्छृङ्गद्वयनिर्भिन्नवक्षाः स गदलोचनः तत्सन्निधिं दयायुक्तो धर्मस्तु त्वरितो ययौ तदकर्णात् समादाय तुलसीपत्रमुत्तमं गङ्गाम्भशीकरैर्दिव्यैः सिक्तोऽसौ तेन धीमता गतप्राणं समालोक्य स विप्रपरमार्थविद विस्मितस्वगृहं गन्तुं मनश्चक्रे द्विजोत्तम अध गच्छन् पथि प्राज्ञो गङ्गानामानि कीर्तयन् यमदूदान् ददर्शाग्रे कोटिकोटिसहस्रशः छिन्नैकपादा केचिच्च केचिच्छिन्नैकपाणयः केऽपि केऽपि छिन्नकर्णा केऽप्येकनयनास्तथा केचिच्च छिन्ननासाश्च छिन्नजिह्वाश्च केचन भग्नदन्धा केऽपि केऽपि केऽपि दन्तविवर्जिताः केऽपि शोणितधाराभिर्लिप्तसर्वकलेवराः विमुक्तकैशिका केऽपि केऽपि वक्त्रविवर्जिताः केऽपि केऽपि तथा नग्ना केऽपि निर्भिन्नवक्षसः केऽपि जर्जरिताङ्गाश्च महातीक्ष्णैशिलीमुखैः निषिद्धाङ्गुलिहस्ताश्च दृढपाशैस्तथा परे क्रन्दन्तो व्यथया केऽपि पलायनपरायणः एवं भूतान्यमप्रेष्यान् सविलोक्य द्विजोत्तमः सकम्पहृदयो भीत्या तदस्तब्ध इवा भवत अवलम्ब्य ततो धैर्यं स विप्रो हरिभक्तिहृद इत्यपृच्छन्मधुरया किरातान्यमकिङ्करान् धर्म उवाच केयूयं विकृताकारा पाशमुद्गरपाणयः दंष्ट्राकरालवदना अङ्गारसदृशप्रभाः यूयं सर्वे महावीरज्वलत्पावकलोचनाः कृदा तथापि युष्माकमियं केनापि दुर्गतिः यमदूदा ऊचुः यमदूदा वयं सर्वे यमाज्ञा हारिणः सदा सदं दोयं द्विजास्माकं सुमहान् कदनोदयः धर्मस्व उवाच अकस्मादागदा यूयं महाबलपराक्रमाः एतावद इयं केन कथं वा दुर्गधिकृता यमदूदावूचुः भयं मुञ्जद्विजश्रेष्ठवृत्तान्तं सकलं शृणु यथास्माकमिदं दुःखं बभूवात्यन्त दुःसहं योऽसौ वृषेण शृङ्गाभ्यां कालकल्पो विदारितः तं नेतुं धर्मराजेन प्रेरिता किङ्करा वयम् तेन ज्ञाप्ता वयं सर्वे समस्तायुधपाणयः बद्ध्वा तं पापिनां श्रेष्ठं नेतुमिह समागताः अधासौ प्राप्तकालश्च कालकल्पो दुराशयः वृषेण हेतुभूतेन विषाणाभ्यां विदारितः सदयेन तथा तत्र गङ्गापानीयसीकरैः सिक्तपादगिनां श्रेष्ठो गङ्गानामानि जल्पता गङ्गाम्भकणिकासेकैर्गदकल्मषमप्यमुं बद्ध्वा पाशैर्दृढं नेदुमुद्यमं प्रतिचक्रिरे नेदुं तमपि देवेश्य शरणागतपालकः स्वदूतान् प्रेषयामास महाबलपराक्रमान् केऽपि दूताः समागत्य ततो नारायणाज्ञया सकोपाः प्राहुरित्यस्मान् पदिब्राह्मणसत्तम विष्णुदूता ऊचुः के भवन्तो महात्मानः कथमेनं महाशयं बद्ध्वा नयधपाशेन यूयं वा कस्य किङ्कराः विहायेन महात्मानं पदायध्वं यथा सुखं न चेच्छिरांसि युष्माकं चेत्स्यामश्चक्रधारया तेषामेतानि वाक्यानि गर्वितानि द्विजोत्तम संश्रुत्याच्युतदूतानां तेऽस्माभिरधिजल्पिताः दण्डपाणेर्वयं दूता सर्वे प्राणाधिपस्य वै नीत्वैनं पापिनां श्रेष्ठं प्रयामशमनालयम् यूयं सर्वे महात्मानस्तुलसीमाल्यभूषिताः स्फुटपद्मफला साक्षाबलिनो गरुडध्वजाः दिव्याम्बरधरा यूयं मयूरगलसुन्दराः शङ्खचक्रगदा पद्मधारणाश्च चतुर्भुजाः के यूयमीदृशा सर्वे सर्वलक्षणसंयुताः इमं पादगिनां श्रेष्ठं कथं वा नेतुमिच्छथ विष्णुदूता ऊचुः वयं सर्वे विष्णुदूता पुण्यात्मानमिमं नरं नेतुमत्र समायात वैकुण्ठं प्रति सम्प्रति इमं श्रीभगवद्भक्तं स्वजनं गदकल्मषं मुञ्चताशु यमप्रेष्या यदि जीवितुमिच्छथ भूयस्तेषामिदं वाक्यं श्रुत्वा सर्वगतं द्विज कोपाद्य दुःखमस्माभिस्तदा कर्णय कथ्यते अयं पापी दुराचारो ब्रह्महत्यासहस्रकृत क्रुद्धघ्नश्चैव गोघ्नश्च मित्रघ्नश्च दुराशयः मेरुप्रमाणहेमानि कृतानि सुबहूनि च परदारा कृदा नित्यमनेनादि दुरात्मना कोटिकोटिसहस्राणि जन्तूनां विष्णुकिङ्कराः कृताश्च बहुधा हत्यास्त्रीहत्या च तथैव च अयं न्यासापहरणं स्वमातृगमनं तथा गोमांसभक्षणं चैव चकारप्रतिवासरम् परहिंसाकृदानेन दाहश्च परवेश्मनः सभायां परनिन्दा च विधवा गर्भपादनं गृहमायान्दमदिधिं धनलोभेन सत्तम अहनन्निषिधैकङ्कैर्निशायां यवनोपमः चेतान्यन्यानि पापानि महान्द्यगणितानि च चकारनीचो मूढोऽसौ नाल्पमात्रं शुभावकं तस्मादयं महापापी नीयते यादनागृहं ज्ञेया हि पापिनो दण्ड्या धर्मराजस्य सत्तमाः यूयं वै देवदेवस्य दूदा भगवतो यदि तदा कथमिमं नेतुं पापिनां श्रेष्ठमिच्छथ विष्णुदूता ऊचुः भविद्भः सत्यमेवोक्तं कोऽपि नास्त्यत्र संशयः दण्ड्या पादकिन सर्वे जीविताधिपदे सदा अयं पापविनिर्मुक्तो गङ्गाशीकरसेचनात् तस्मादेनं वयं सर्वे नेष्यामो हरिमन्दिरं तावत् तिष्ठन्ति देहेषु पादकानि शरीरिणाम् गङ्गां पश्चीकराया वन्न स्पृशन्ति सुदुर्लभं चन्द्रैककलया सर्वं तिमिरं हन्यते यथा गङ्गां पश्चीकरेणापि पादकं हन्यते तथा गङ्गानामानि संस्मृत्य पापीमुच्येत पादकाद साक्षात् तत्सलिलं दृष्ट्वा मुच्यतेऽत्र किमद्भुतम् शीतमप्युदगं गाड्गं वह्निवत्पापकानने यथाग्निवत्पद्मवने शीतं तोयं च दाहकृद तस्मादयं पुण्यकर्मा द्वितीय इव केशवः गच्छध्वं शमनप्रेष्या यदि कल्याणमिच्छद तेषां केशवदूतानां श्रुत्वास्माभिरिदं वचः भूय एव निरुक्तं यद्विहस्योच्चै शृणुष्व तद् अहोचित्रमहोचित्रमयं कल्मषमन्दिरः गङ्गाम्भस्सेचनादेव विमुक्तसर्वपादकैः स्वहस्तोपार्जितं कर्म शुभं वा यदि वा शुभम् नाभुत्वा मुच्यते मर्त्यकल्पकोटिशतैरपि यमाज्ञयानेतुमिमं वयं सर्वे समागताः कस्यायं वचस्सस्माभित्यज्यते पापिनां वरः विष्णुदूता ऊचुः यूयं पापधियो नूनं विवेकपरिवर्जिताः युष्माभिर्जह्नुकन्याया न ज्ञायन्ते यदो गुणाः कार्यं वेदे निषिद्धं यत्तत्पादकमिति स्मृतं यद्वेदसम्मतं कार्यं तदेव धर्म्यमुच्यते देवो नारायणः साक्षात् स्वयं भूरिति शुश्रुम यथा विष्णुस्तथा गङ्गा गङ्गैव सर्वपापः अशुभं वा शुभं कर्म स्वहस्तरचितं हरिः हरौ प्रसन्ने पापानि कुत्र तिष्ठन्ति देहिनाम् जन्मान्तरार्जितैः पापैर्गदा यूयमिमां गतिम् अद्यापि पापकर्माण किमर्थं पापमिच्छथ गङ्गानिन्दाकरा यूयं विष्णुनिन्दाकरास्तथा अदो युष्मान् हनिष्यामः पापनश्चक्रधारया युक्त्युक्त्वा विष्णुदूतास्ते कोपादरुणलोचनाः चक्रिरे समरारम्भमस्माभिः सहसतम जीवेश दूदाहन्यं तामिति प्रोचुश्च तेरुषा भूयो भूयो वदन्तोऽस्मान्निजघ्नुश्चक्रधारया युत्युक्त्वा विष्णुदूतास्ते सङ्ग्रामेऽत्यन्तदारुणाः सर्वे शङ्खान् समादत्मु सहसा हृष्टमानसाः ततोऽस्माकं सिंहनादैः पयोदस्तनितैरिव कोदण्डानां च विस्तारैर्व्याप्तं विप्रजगत्रयम् अध वृक्षैः शिलाभिश्च तथा पर्वतवृष्टिभिः अस्माभिर्विष्णुदूतास्ते बाणैश्च विदलीकृताः वृष्टिभिर्भिन्दिपालैश्च बाणैश्च परिखैस्तथा कुठारैश्चुरिकाभिश्च दण्डैश्च शङ्कुभिस्तथा कङ्कैश्च शक्तिभिश्चैव निशितैश्च शिलीमुखैः गदाभिश्चक्रधाराभिर्नाराचैश्च सुभीषणैः ये दैरन्यैश्च विषमैरस्त्रैस्ते विष्णुकिङ्कराः निजघ्नुर्बहुता कोपाद्वज्रकल्पैर्महार्णवे तदास्त्रजर्जरा सर्वे वयं भीत्या पलायिताः निपेदुकेऽपि सङ्ग्रामे गदप्राणाः सहस्रशः तदोऽस्मांस्ते समालोक्य पलायनपरायणान् मुदा कम्बून् समा दध्मुर्बलिनो विष्णुकिङ्कराः अथ चित्वा द्विजश्रेष्ठकालकल्पस्य बन्धनं विमाने तं समारोप्य जग्मुर्भगवतः पुरम् गङ्गाशीकरशेखस्य प्रभावेनैव सत्तम जगाम हरिसालोक्यं कालकल्पोदिपादकी स्थित्वा कल्पशतं तत्र भुक्त्वा भोगान् मनोहरान् ज्ञानमासाद्य तत्रैव परमं मोक्षमाप्तवान् गङ्गाप्रभावैरस्माकमेतद्दुःखं गतं प्रभो गच्छ ब्राह्मणभद्रं ते सुप्रीतो निजमन्दिरम् इत्युक्त्वा यमदूतास्ते ययुर्यमपुरं द्विज भूय एव स धर्मस्वप्रीतो गङ्गातडं ययौ गङ्गायां स्नानमाचार्य सर्वलोकस्य मातरि बद्धाञ्जलिः स विप्रस्थां तुष्टाव परमेश्वरीं धर्मस्व उवाच गङ्गे समस्तजगदम्ब चलत्तरङ्गेन गादिचारुतरमस्तकपुष्पमाले कंसारिचारुचरणद्वयरेणुहन्द्रिभक्रिया नमामि दुरिदक्षयकारिणीं त्वाम् मादसमस्तसुखदे प्रवरे नदीनां व्यासा दिवि प्रचय गीतगणे गुणाढ्ये संसारभैरव महार्णवमध्यनौके वन्देद वाङ्घ्रियुगलं दुरितापहारि यस्यास्तवाम्बुकणिकामपि जह्नुकन्ये सौदासनाम नृपतिर्द्विजकोडिहत्यां सम्प्राप्य मुक्तिमगमत्रिसुरैरलभ्यां तां त्वां नमामि शिरसा वरदे प्रसीद नारायणाच्युतजनार्दनकृष्णराम गङ्गादिनाम कददो मम देवि मादः संसारपातकनिवारिणि देहपादस्त्वद्वारिणीह भवतु त्वदनुग्रहेण किं वा तपोभिरखिलेश्वरि किं जपैर्वा दानैश्च किं तुरगमे द्युमखैश्च किं वा त्वन्निरशीकरमवाप्य सुरैरलभ्यां मुक्तिं व्रजन्ति मनुजा अधिपापिनोऽपि स्वाहा त्वमेव परमेश्वरि या स्वधा त्वं गीर्वाणवृन्दपितृलोकसुधृतिहेदोः स त्वं रजस्तम इति त्रिगुणस्वरूपां सृष्टिस्थितिप्रलयकारिणि नौमि तां त्वां दत्ते ललाडफलके तव सैकदं यः पुण्ड्रं च देवि तव तीरमृदा सदैवं त्वन्नाम सर्वरसधाम वदे च भक्त्या त्वत्पादरेणुरखिलोऽस्तु ममैव मूर्ध्नि त्वद्रोधसि त्रिपथगे वसतिं विधाय पीत्वा च वारि तव पादकनाशकारि स्मृत्वा च नाम तव वीचिरसं च दृष्ट्वा संसारबन्धनहरे मम जादुजन्म नाकं शुभे सुमः दुर्लसिता मनुष्याः कुर्वन्ति भीतिरधिदुर्गमवर्ममत्वा व्यर्थेव सा किल यतो मृददे त्वदीयं सोपानभूतमुदगं त्रिदिवप्रयाणे पापानि रोगनिकराश्च शरीरदेहे तिष्ठन्ति तावदखिलेश्वरि भुक्तिदात्रि कुर्वन्ति यावदमलेषु तवोदकेषु स्नानं न हि त्रिपथगे सरितां प्रधाने यस्यास्तवाच्युतविरिञ्चि शिवादयोऽपि शक्रादिदेवनिगरा व्रजितुं महिम्नां पारं परे परममोक्षपदप्रदात्रीं तां त्वां वदन्ति तडिनीमिति केऽपि मोहात् गङ्गे समस्तसुखदायिनि किञ्चिदेव जानाति ते पशुपतिर्भगवान् महत्त्वं यस्मादसौ सुमनसां प्रवरोधिभक्त्या दत्ते सदैव शिरसा जगदीश्वरीं त्वाम् गङ्गे देवि जगन्माधप्रसीदपरमेश्वरि परिपाहि नमस्तुभ्यं रक्ष मां सेवकं स्वकं परब्रह्मस्वरूपां त्वां सर्वलोकैकमातरं शक्नोमि किमहं स्तोतुं भ्रान्तचित्तोऽत्र मोक्षदे व्यास उवाच इति स्तुदा जगद्धात्री तेन विप्रेण धीमता आविर्बभूव सहसा गङ्गामूर्तिमदीद्विज ददर्श पुरदो गङ्गां द्विभुजां मकरासनां कुन्देन्दुशङ्खधवलां सर्वालङ्कारभूषितां तां दृष्ट्वा पुरदो गङ्गां गङ्गा गङ्गेति कीर्तयन् ववन्दे चरणौ तस्याः शिरसा लिङ्ग्यमेदिनीं मोहयं ती स्मिता लोकै सुप्रीता परमेश्वरी तमुवाच ततो विप्रवरं वृण्वीति जैमिने धर्मस्व उवाच मादस्त्वत्सलिलस्पर्शब्रह्महापि च मोक्षभाग मया त्वं दृश्यते साक्षात् साध्यं किमपरं मम तथाप्येकं वरं याचे त्वन्नीरे परमेश्वरि मृत्युर्भवतु मे देवि त्वन्नाम स्मरदो मम मया कृतेन स्तोत्रेण यस्त्वां स्तौति सदेश्वरि सोऽपि भुक्त्वाखिलान् कामानन्दे यास्यति सद्गतिं गङ्गोवाच अनया भवतो भक्त्या सन्तुष्टास्मि द्विजोत्तम शीघ्रं ते कुशलं सर्वं भविष्यति न संशयः त्वया कृतमिदं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः तस्याकमपि सन्तुष्टा दास्यामि मुक्तिमुत्तमाम् व्यास उवाच इति दत्त्वा वरं तस्मै सा देवी भक्तवत्सला धर्मस्वनाम्ने विप्रेन्द्र तत्रैवान्तरधीयत स च विप्रो वरं प्राप्य कृतकृत्य इवाभवद गङ्गारोधसि तत्रैव तस्थौ विप्रमनोरमे तथ काले नमहता विमले जाह्नवी जले सुखमृत्युं समासाद्य जगाम पदमुत्तमं कालकल्पोऽपि पापात्मा सिक्तो गङ्गाम्बुशीकरैः प्राप्तवानुत्तमं मोक्षमन्येषां का कथा द्विज अनिच्छयापि गाङ्गेयं जलं स्पृष्ट्वा फलान्वितं स्पृशदां भक्तिभावेन किं भवेन्न कि वेत्मि तद् गङ्गासमं नास्ति तीर्थं भूयो भूयो मयोच्यते यदम्बुकणिकां स्पृष्ट्वा परमं धाम लभ्यते ये भक्तिभावेन सरिद्वराया स्पृशन्ति येऽम्भकणिकामपीह ते यान्ति नूनं पदमच्युतस्य पापैर्विमुक्ता सकलैर्महोग्रैः इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गाशीकरमाहात्म्ये सप्तमोऽध्यायः ॐ